तर्हि अद्यतनविषयः अस्ति क्रियादिगणः इति. गतसप्ताहे दृष्टवन्तः अङ्गनिर्माणम् इति, अधुना तिङ् प्रत्ययेन सह मेलनं द्रक्ष्यामः. तर्हि रामप्रिया भगिनी आगतवती वा? तर्हि अत्र विकरणप्रत्ययस्य विषये पृच्छति वा भगिनी पुनस्मरणरूपेण? आम्, अत्र तु क्रयादिगणः अस्ति, विकर्णप्रत्ययः अस्ति श्ना. क्रयादिभ्यः श्ना इति सूत्रं, कर्तरीशप्रबाद्य अत्र श्नाविकर्णप्रत्ययः आगच्छति. कर्त्रार्थके सार्वधातुकप्रत्यये परे आगच्छति. श्ना षित् अस्ति, अतः तिंशित् सार्वधातुकम् इति सार्वधातुकप्रत्ययः अस्ति. सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु पित् नास्ति, अतः सार्वधातुकम् अपित् ङिति च इति इत्यनेन गुणनिषेधः भवति. प्रथमं तु विकर्णप्रत्ययनिमित्तिकम् अङ्गकार्यं वयं दृष्टवन्तः, धातुविकर्णप्रत्ययोः मेलनं, तिङ्प्रत्ययसिद्धिः. इदानीं तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं, तदा अङ्गतिङ्प्रत्ययोः मेलनं, द्वितीयसोपानं. धन्यवादः. तत्र अङ्गनिर्माणार्थम् अत्र स्वादिगणः इति गणः अस्ति खलु, पुवादिगणः इति एकः अन्तर्गणः अस्ति. तस्मिन् गणे चतुर्विंशतिः धातवः सन्ति. तेषां निर्बन्धनिरूपाणि पू लु धु ज्या रि लि व्लि इ तृ कृ वृ शृ तृ वृ भृ मृ दृ जृ झृ धृ नृ कृ गृ, एते सर्वे धातवः क्रयादिगणे एव सन्ति. अत्र कार्यमस्ति पुवादीनां ह्रस्वः इति सूत्रेण, अत्र धातौ स्थितस्य स्वरस्य ह्रस्वत्वं भवति शितिपरे. श्नाशित् अस्ति, अतः अत्र यदि पू नयामः अत्र ऊक अन्तिम ऊकारः अस्ति, तस्मिन् स्थाने लघु उकारः अथवा ह्रस्व उकारः भवति. पू एव अङ्गं भवति, पू योगः न पुनः इति अङ्गं निष्पन्नं भवति अत्र. धन्यवादः रविमहोदय. सम्प्रसारणसूत्रं तस्मिन् विषयति एकसम्प्रसारणी दातु अस्ति. सम्प्रसारणं सूत्रेण सूत्रेण सम्प्रसारणं भवति. बहु ध्वनिः अस्ति महोदय. ध्वनिः अस्ति वा? बहु ध्वनिः अस्ति. ओके ओके. रविमहोदय वदति वा? आम् ग्रहीजा सूत्रस्य तत्र ग्रहीजा व्ययि दातुद्वयम् अस्ति खलु, धातुः ज्यादातुः इति धातुद्वयमपि अत्र क्रयादिगणे अस्ति. तर्हि अत्र सम्प्रसारणम् इत्युक्ते किम्? यणस्थाने एक भवति. महोदय, यणस्थाने इत्यनः सम्प्रसारणम् इत्युक्ते यणस्थाने इति भवति, तदेव सम्प्रसारणकार्यमस्ति. अस्तु, इदानीं सूत्रं वदति, गृहिज वै व्यधि भक्ति विचति वृक्षति पृच्छति गुञ्जति नाति चेत् तर्हि प्रत्ययपरे इति निमित्तमस्ति. अस्माकं तु श्नायकेव प्रत्ययः अस्ति खलु, कित्मित् नास्ति. तर्हि कथम् एतत् स्वयं कार्यं सूत्रं कार्यं करोति? सहायम् आवश्यकम्. तर्हि रामप्रिय भगिनी किञ्चित् वदति वा? आम्, अत्र नमस्ते महोदय, वेङ्कटेश महोदय खलु? वेङ्कटेश महोदय वदतु. एकनिमिषम् अहं किञ्चित् इदानीमेव गृहं प्रति आगतवान्. अत्र आम् आं वदामि भगिनि. ग्रहीज्य वै तत्र तु श्ना इति षित् अस्ति, परन्तु पित् नास्ति, अपित् अस्ति. अतः अपित्वात् निक्वत् भवति. अतः किति इति प्रत्यये परेति कारणात् सम्प्रसारणं भवति. अस्तु भगिनि, तर्हि अङ्गद्वयमस्ति तत्र, जि इति जा इति अस्ति, ग्रह् इति अस्ति. तर्हि वेदः अत्र जा इति पुवादिगणीयदातवः अस्ति. अत्र पुवादीनां ह्रस्वः इति सूत्रेण ह्रस्वं भवति, परन्तु ग्रह् तु पुवादिगणीयदातवः नास्ति, अतः अत्र ह्रस्वः न भवति. ह्रस्वः ततः पूर्वं हलः इत्येन दीर्घत्वम् अनन्तरं ग्रह् इति धातुः हलन्तदातुः अस्ति. तर्हि तत्र एतत् हलः हलन्तं धातुः अस्ति, अतः हलन्तदातुः अस्ति, अतः हलः इति सूत्रस्य प्रसक्तिः नास्ति. दीर्घोत्तमपि न प्राप्नोति, हस्तमपि न प्राप्नोति, किन्तु जा इति धातुः तु अस्ति. तर्हि जिना इति रूपं गृह्णा गृह्णा इति. हेमा भगिनी सिद्धा अस्ति वा? ज्ञादातुः तस्मिन् आवश्यकं पुनस्मरणरूपे ज्ञा वा ज्ञा इति दातुः गतसप्ताहे दृष्टा ज्ञादातुः. अत्र ज्ञादातुः अपि विशेषकार्यं भवति. अत्र ज्ञा तत्र क्रियादिगणस्य विकरणप्रत्ययः अस्ति श्ना इति, अनुबन्धलोपानन्तरं ना एव शिष्यते. अत्र ज्ञा जनोर्जा इति सूत्रेण तत्र ज्ञास्थाने पूर्णतया जा आदेशः भवति, अतः जा योगः ना इति अङ्गं निष्पन्नम्. तदनन्तरम् अस्माकं क्रियादिगणे यावन्तः कार्याणि भवन्ति तावदेव तत्रापि रूपाणि निष्पन्नं, परन्तु लृङ्लकारे तु तत्र लृङ्लकारः तत्र स्यति इति प्रत्ययः भवति, तत्र शिति नास्ति परे, अतः जा आदेशः न भवति. तत्र रूपं भवति ज्ञास्यति इति. अपि च इक्तरूपं तवतु रूपं स्वीकुर्मः चेत् तत्र ज्ञायोगः इक्तः, ज्ञायोगः तवतु इत्युक्ते तत्र ज्ञातः ज्ञातवान् इति रूपं भवति, तत्रापि शिति नास्ति. अतः जा इति आदेशः न भवति तत्र, ज्ञातः ज्ञातवान् एवं भवति. स्मर्तव्यम् इत्युक्ते क्षितिपरे क्षितिपरे अपि च अपि च अग्रे अस्ति वा न किम् उक्तवती भगिनी क्षितिपरे क्षितिपरे क्षितिपरे आदेशः भवति इति स्मर्तव्यम् एकमेव ध्वनिः भवति महोदय मणिमहोदयस्य दूरवाण्याः इति मन्ये अस्तु आदौ तु एतादृशः नास्ति खलु ध्वनिः सङ्गणक किमपि नूतनं कृतवान् सः न जानाति इदानीं किं करणीयमिति अपि च ज्ञा जनोर्जा इति सूत्रे जन् अपि अस्ति तत्र जन्स् दिवादिगणः दिवादिगणीयः अस्ति जन् स्थाने पूर्णतया जा आदेशः आगच्छति तर्हि तस्य विकरणप्रत्ययः अस्ति या अतः रूपं भवति जायते इति लटि अपि च लृटि लृटि जन्योगः स्यते इति भवति क्षितिपरे नास्ति इति तत्र इडागमस्य चिन्तनम् आगच्छति जनिष्यति इति रूपं भवति धन्यवादः तस्मिन् विषये किञ्चित् करामि तत्र अनिदितदातवः षड् दातवः सन्ति तत्र तत्र धातुः इति अस्ति चेत् तत्र नुमागमस्य प्रसक्तिः भवति इदि इत्युक्ते तत्र ह्रस्व इकारः यत् इत् संज्ञायस्य सः इदित् इति वयं वदामः तत्र सूत्रमस्ति इदितोः इदितो नुम् धातोः इति सूत्रेण तत्र नुमागमः विहितः उदाहरणं तत्र वदि इति धातुः स्वीकुर्मः चेत् तत्र संज्ञा भवति अतः बद् तथा तत्र नुमागमः भवति बन्द् तत्र रूपं प्राप्नोति पुनः स्वारं भूत्वा वन्दिः तत्र धातुः अङ्गं भवति तत्र नुमागमः तु तत्र नित्यं नित्यः तत्र तादृशनुमागमः तदापि कदापि न गच्छति यतः तत्र तस्य नुमागमस्य नकारस्य लोपः कदापि न भवति तत्र अनन्तरं तत्र नकारं योजयामः चेत् तत्र तस्य नकारस्य लोपः न भवति यदा मूलधातोः नकारः नास्ति तदनन्तरं नकारः वयं योजयामः चेत् तस्य नकारस्य लोपः कदापि न भवति न सत्यं षड् धातवः सन्ति तत्र बन्द् शन्त् मन्त् स्रन्त् ग्रन्त् कुन्त् इति षड् धातवः क्रियादौ सन्ति यत्र मूलधातोः एव नकारः अस्ति तर्हि तस्य लोपः न भवति लोपः न अर्हः तत्र यतः मूलधातोः एव तत्र धातोः अस्ति यत्र मूलरूपे धातोः नकारः अस्ति द्वितीय नकारः अस्ति तेषाम् अनिदितां हलोपदाये इत्यनेन लोपः भवति लोपः भवति यत्र नूतनतया इदितोः इति यत्र आनयामः तत्र लोपः न भवति इत्युक्ते तत्र कितिङ् इति परे यदा उपदायां स्थितस्य नकारस्य लोपः भवति श्ना अपित् अतः तत्र सार्वधातुकम् अपित् इति सूत्रेण तत्र भवति अतः तत्र तस्य मूलधातोः नकारः तस्य लोपः तत्र भवति यतः स्नाप्रत्ययः अपि तस्ति इति कारणात् निपत् भवति. उदाहरणार्थं बन्धयोगः स्ना नकारस्य लोपं भूत्वा बद्धयोगः भवति. सिङ्ग् प्रत्ययनिमित्तम् अङ्ककार्यम् इति आं भगिनि तिङ् संज्ञा पठामि वा? आम् आम् तिङ् प्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनं. क्रियादिगणे यदा अङ्गं निष्पन्नं तदा सर्वेषां धातूनां कृते कार्यं समानमेव. परन्तु यत् स्वादिगणे तदा नासीत् तत्र अजन्तधातूनाम् एकः समूहः अजन्तधातूनाम् अपरः समूहः. तनादिगणे अपि तादृशविभजनं जातम्. अत्र क्रयादिगणे सर्वेषां धातूनाम् अङ्गानि समानानि. केवलम् एकस्मिन् स्थले तादृशं समूहद्वयम् अपेक्षितं यथा स्वादिगणे प्राप्यते. तच्च लोट् लकारस्य मध्यमपुरुष एकवचने एव. अस्य पाठस्य अन्ते पृथक्तया परिशीलयाम. विहाय सर्वे सर्वगणः एकैव समूहः. अत्र यदा अङ्गं क्रयादिगणे निष्पन्नं भवति सर्वेषां धातूनां कृते कार्यम् अत्र तु सर्वेषां धातूनां कृते समानं भवति. यदा अङ्गं निष्पन्नं भवति चेत् स्वादिगणे वा तनादिगणे वा विभजनं भवति. अजन्तधातुः एकः समूहः, हलन्तधातुः अपरः समूहः इति. अत्र तु सर्वेषां अङ्गान् धातूनाम् अङ्गानि समानानि एव सन्ति. एकस्मिन् स्थले लोट्लकारे मध्यमपुरुषे एकवचने एव किञ्चित् भिन्नकार्यम् अस्ति इति अत्र. यथा सामान्यं यत्र अङ्गम् अनदन्तम् अत्रापि क्रियादिगणे सिद्धप्रत्ययानां भागचतुष्टयम् हलादिपितः अजादिपितः हलाद्यपितः अजाद्यपितः च. किञ्च एतत् भागचतुष्टयम् अवलम्ब्य क्रियादिगणे कार्यं किञ्चित् भिन्नं भवति. हलादिषु पित्सु किमपि कार्यं नास्ति, केवलं योजनम्. अङ्गस्य आकारन्तत्वे सति गुणकार्यं न सम्भवति. क्रीणायोगः इति क्रीणाति. अजादिषु केवलं सन्धिकार्यं. क्रीणायोगः आनि क्रीणानि. हलादिषु अपित्सु श्नाप्रत्ययस्य आकारस्थाने ईकारादेशः ईहल्यगोः इति सूत्रेण. क्रीणायोगतः क्रीणीतः. अजादिषु अपित्सु श्नाप्रत्ययस्य आकारलोपः श्नाभ्यस्तरो श्नाभ्यस्तयोरातः इति सूत्रेण. क्रीणायोगः अन्ति क्रीणन्ति. अत्र इदानीं क्रियादिगणगणविषये अङ्गतिं प्रत्ययमेलनं विषये किञ्चित् चर्चितमस्ति. अत्र क्रिया यत्र अङ्गम् अनदन्तम् अस्ति क्रियादिगणे सिद्धप्रत्ययानां भागचतुष्टयम् अस्ति. हलादिपितः अजादिपितः हलाद्यपितः अजाद्यपितः च. अत्र हलादिषु पित्सु किं भवति इत्युक्ते अत्र कोऽपि कार्यं न सम्भवति, केवलं योजनमेव. किमर्थं चेत् अत्र विकरणप्रत्ययः श्ना अस्ति, अतः अङ्गम् अङ्गान्ते आकारः भवति. अतः यद्यपि प्रत्ययः पित् अस्ति अत्र कोऽपि गुणकार्यं न सम्भवति, अतः केवलं वर्णमेलनमेव. क्रीणायोगः इति उदाहरणम् अत्र क्रीणाति एव भवति. अजादिषु पित्सु अत्रापि केवलं सन्धिकार्यमेव, उदाहरणं दत्तमस्ति क्रीणायोगः आनि. अत्र उत्तमपुरुष एकवचने लोट्लकारे, अत्र अङ्गान्ते आकारः अस्ति, प्रत्ययः अजादिप्रत्ययः पित् प्रत्ययः, अतः अत्र अङ्गम् आकारः अस्ति, अङ्गान्ते आकारः अस्ति, अत्र तत्र कोऽपि केवलं सन्धिकार्यम्. अत्र अकः सवर्णो दीर्घः इत्यनेन दीर्घादेशः क्रीणानि एव रूपं भवति. हलादिषु अपित्सु अत्र श्नाप्रत्ययस्य आकारस्थाने ईकारादेशः भवति. अत्र उदाहरणम् अस्ति क्रीणायोगः तः, तः हलादि अस्ति, अपितपि अस्ति, अतः अत्र आकार अङ्गान्ते यः आकारः अस्ति श्नाप्रत्ययस्य आकारः तस्मिन् स्थाने ईकारादेशः भवति, इत्युक्ते क्रीणीतः इति रूपः. अनन्तरम् अजादि अपि अत्र क्रीणायोगः अन्ति इति उदाहरणमस्ति, अत्र अन्ति अपि अस्ति अजादि अस्ति. अत्र किं भवति इत्युक्ते श्नाप्रत्ययस्य आकारलोपः भवति, इत्युक्ते क्रीणा तस्मात् तस्मिन् यः अन्ते आकारः अस्ति तस्य लोपः भूत्वा क्रीण् योगः अन्ति, क्रीणन्ति इति रूपं भवति. अत्र सूत्रमस्ति श्नाभ्यस्तयोरातः इति. धन्यवादः महोदय. अन्य कः आगतः? पुष्पा भगिनि. नमस्ते पुष्पा भगिनि, अन्य अस्ति वा? तर्हि रविमहोदय, पुष्पा भगिनी पठति वा श्नाभ्यस्त इति सूत्रम्? श्नाभ्यस्तरयोरातः श्ना प्रत्ययस्य अभ्यस्तसं संज्ञकधातोः च आकारस्य लोपः भवति. किति मिति सार्वधातुकप्रत्यये परे. श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वभ्यस्तौ तयोः श्नाभ्यस्तयोः श्राभ्यस्तयोः षष्ट्यन्तम्, अतः षष्ट्यन्तं द्विवर्णदं सूत्रम्. सासोरल्लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः. गमहनजनखणघसां लोपः नित्यनति इत्यस्मात् इत्यस्य अनुवृत्तिः. अत् उत्सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अङ्गस्य श्नाभ्यस्तयोः आतः लोपः इति सार्वधातुके. अस्तु, अत्र श्नाभ्यस्तरयोरतः रातः श्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः तत्तु अभ्यस्तसंज्ञकधातो इत्युक्ते जुहा जुहोत्यादिगण अभ्यस्तकार्यम् इत्युक्ते यत्र द्वित्वं भवति सा इति धातुः तस्य ददा इति भवति खलु द्वित्वं हा इति धातुः जहा इति भवति तादृशद्वित्वं यत्र भवति तत् अभ्यस्तसंज्ञकधातु इति उक्तवान् तर्हि अधुना अस्माकम् आवश्यकं नास्ति द्युहोत्यादिगणे पुनः एतत् पश्यामः तर्हि यत्र श्नाप्ते अस्ति तत्तु क्रयादिगणे अस्ति खलु तर्हि तादृशप्रत्ययस्य लोपः भवति इति सार्वधातुकप्रत्यये परे आकारस्य लोपः भवति धन्यवादः सर्वं सर्वे करोमि पर्यन्तं पर्यन्तं भगिनि उक्तवती खलु धन्यवादः रविमहोदय पठति वा अग्रे वदति अभ्यस्तसङ्ख्यकम् अङ्गं यथा जुहोत्यादिगणे मा धातुः मीमा इति अङ्गं मीमा योग अते मीम योग अते भवति तत्र आत्लोपः भवति तत् मिमते आलोपः भवति मिमते इति यत्र दा धातुः अस्ति तत्रापि समानरूपमस्ति ददा ददाति दत्तः ददति इति रूपम् ददति इति बहुवचने ददति अनेन सूत्रेण न केवलम् अजादि अपिति अपि हलादि अपिति अपि कार्यं विहितम् किन्तु हलादिषु अपित्सु अघो इति सूत्रम् एतत् कार्यं प्रबाद्य अकारस्य स्थाने ईकारे ईकारादेशं विदधाति अत्र तु उक्तं नास्ति खलु हलादि अजादि इति किमपि न उक्तं तर्हि उभयस्यापि कार्यस्य प्रसक्तिः अस्ति अजादि अपि भवतु नो चेत् हलादि अपि भवतु किति सार्वदातुकमिति सार्वदातके इति एव उक्तम् अस्ति अजादि हलादि किमपि न तर्हि उभयत्रापि सम्भवति प्रसक्तिः अस्ति किन्तु प्राप्तिः तु अजादि अपि यत्र भवति तत्रैव प्राप्ति किमर्थमित्युक्ते क्रियादिगणे किमर्थम् इत्युक्ते ईहल्यगोः इति अन्यत् सूत्रमस्ति यत्र हलादि स्थितिमिति सर्वदातुके अस्ति चेत् तर्हि तत्र ईहल्यगोः इत्यनेन ईकारादिषु भवति तत् सारांश पुनः इत्युक्ते क्रियादिगणे यत्र अजादि स्थितिमिति सर्वदातुके प्रत्यये परे श्ना इत्यस्य श्ना अङ्गस्य आकारस्य लोपः भवति इति ईहल्यगोः ततः आरभ्य किल ईहल्यगोः श्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य स्थाने ईकारादेशः भवति किति इति हलादि सार्वधातुकप्रत्यये परे परन्तु गुसंज्ञकः धातुः चेत् न भवति गुसंज्ञकः धातुः नाम दा धा च धातु न गुः अगुः तस्य अगोः ई प्रथमाकं पदं हलि सप्तम्यन्तम् अगोः षष्ट्यन्तं त्रिपदम् इदं सूत्रं श्नाभ्यस्तयोरातः इत्यस्मात् श्नाभ्यस्तयोः आतः चेत् अनयोः अनुवृत्तिः गमहनजनकनगसां लोपः निति नित्यनङ्गि इत्यस्मात् निति इत्यस्य अनुवृत्तिः अतः उत्सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य श्नाभ्यस्तयोः आतः इति हलि सार्वधातुके अगोः इति अस्ति अत्र तर्हि विशेष अपवादसूत्रं स्नाभ्यस्तयोरातः इति सूत्रस्य, यतः स्नाभ्यस्तयोरातः तु तत्र यदि हलादि वा अजादि वा इति न उक्तम् इति कारणात् तत्र अजादि अपित्वा हलादि अपित्वा भवति चेत् तस्य प्रसक्तिः भवति, परन्तु तत्र विशेषसूत्रमस्ति यदा हलादि अपि भवति तर्हि इ हल् यगोः इति सूत्रं, तत्र यदा स्ना प्रत्ययः वा अभ्यस्तसंज्ञकदातः वा भवति तस्य आकारस्य स्थाने ईकारादेशः भवति, निमित्तमस्ति यदा किति इति हलादिसार्वधातुकप्रत्यये परे, अपि च तत्र विशेषसमूहः धातवः सन्ति गुणः धातुः इति, यदा तेषु धातुषु तत्र एतादृश आदेशः न भवति, अतः तत्र यदा हलादि अपि अस्ति तत् आकारस्य स्थाने ईकारादेशः भवति इत्येव तत्र विशेष तस्य सूत्रस्य कार्यं तत्र. धन्यवादः. तर्हि अभ्यासं कुर्मः. अत्र महोदयेन ह्यः वीणा इति अङ्गं कृतं, तर्हि अधुना वयं नूतनत्रयः भिन्न अङ्गं स्वीकृत्य त्रयः प्रयत्नं कुर्मः. क्षेम भगिनी, अत्र वृ इति धातुः अस्ति मरणे इति, तर्हि वृ धातुः भुवादिगणे अस्ति, तर्हि तत्र कार्यं किम् अङ्गं कथं निष्पन्नं भवति, अनन्तरं लट्लकारिरूपाणि भवामि इति वृ धातु वा महोदय? वृ इति वृञ् वृ वृ वरणे इति कस्मिन् गणे अस्ति? क्रियादिगणे एव. क्रियादिगणे एव वा? स्वादि अन्तर्गणः अन्तर्गणः स्वाद् स्वादिगणे अस्ति. ओहो, किञ्चित् शनैः शनैः प्रयत्नं करिष्यामि भगिनि. सोपानेन कुर्मः भगिनि. बृञ्ज् बृञ्ज् इति धातु अस्ति, बृञ्ज् इति दीर्घमस्ति किल? यदि दीर्घमस्ति अपि च स्वादिगणीयः अस्ति तर्हि स्वादिगणानां धातूनां कृते तत्र ह्रस्वः भवति. सूत्रमस्ति स्वादीनां ह्रस्वः इति, अतः तत्र वृ इति एव भवति. दीर्घस्य स्थाने ह्रस्वऋत्वम् आगच्छति. पुनः श्ना इति तत्र अङ्गमस्ति, वृ योगः श्ना. इदानीं नकारः एव तिष्ठति, अपि च तत्र णत्वत्वेन तत्र वृणा इति रूपं भवति. अत्र पुनः दीर्घं भवति वा भगिनि? दीर्घं भवितुं सूत्रं किम् अस्ति? यदि दीर्घं भवति सूत्रं किं सूत्रं कार्यं कुर्यात्? सूत्रमस्ति, एकनिमिषं भगिनि दृष्ट्वा वदामि. अनन्तरं हलः इति सूत्रेण, तर्हि अत्र अत्र हलः इति सूत्रस्य निमित्तं किमस्ति इति पुनः. अत्र सम्प्रसारणकार्यं भवति, अपि च अङ्गस्य अवयवं भवेत् यत् सम्प्रसारणं भवति तस्य दीर्घः एव भवति इति. तर्हि इदानीम् अस्माकं वृणा इति अस्ति, वृणा सम्प्रसारणी अङ्गं नास्ति, धातुः नास्ति, वृण् धातु सम्प्रसारणं नास्ति इति कथं ज्ञायते भगिनि? सूत्रद्वयमस्ति खलु, यत्र सम्प्रसारणकार्यं भवति, तत्र नास्ति इति कारणेन वृ एव तिष्ठति. अत्र क्रयादिगणे सार्वधातुकक्रियायां कित्वत् भवति किल ग्रहीत्या एव तत्र कितिङिति अपि इति अस्ति. इदानीं वृणायोगः ति इति अस्मिन् गणे वयं द्वयः विशिष्टकार्याणि एव मनसि अस्माभिः भवेत् इत्युक्ते यत्र यत्र पित्वं वा अपित्वं वा इति प्रथमं द्रष्टव्यं. यत्र यत्र कुत्रापि पित्वं भवति तत्र किमपि कार्यं न भवति, केवलं वर्णमेलनम् अपि च सन्धिकार्यम् अस्ति चेत् सन्धिकार्यं. यदि अपित् अस्ति तर्हि तत्र वयम् अजन्त अजादिपित् अजादि अपित् वा हलादि अपित् इति द्रष्टव्यं. यत्र अजादि अपित् अस्ति तर्हि श्नाभ्यस्तयोरातः इति कार्यं करोति. यदि हलादि अपित् अस्ति चेत् ईहल्योगो अनेन कार्यं करोति. मध्यमपुरुषः एकवचने एव अन्यविशेषकार्यम् अस्ति. अतः वयम् इदानीं केवलम् एतानि अंशा एते अंशाः मनसि स्थापयामः चेत् कार्यं सरलं भवति इति. इदानीं वृणायोगः ति, अत्र ति तिप् अस्ति पित् अस्ति, अतः केवलं मेलनम् एव. तर्हि वृणाति इति भवति. अत्र किमपि सन्धिकार्यमपि नास्ति. अग्रे वृणायोगः तः, अत्र तु हलादि अपित् अस्ति. हलादि अपित् अस्ति इति कारणेन तत्र ईहल्यगोः कार्यं करोति. तर्हि वृणीतः इति रूपं भवति. वृणायोगः अन्ति, अत्र अन्ति तु अजादि अपित् अस्ति. अजादि अपित् अस्ति इत्युक्ते तत्र श्नाभ्यस्तयोरातः इति कार्यं करोति. तर्हि वृणा अङ्गस्य आकारः लोपं भूत्वा वृण्योगः अन्ति वृणन्ति इति रूपं भवति. भगिनी, तत्र प्रश्नः, व्रि धातुः कः? व्रि वर्णे धातुः वा अन्यत् महोदय? तदेव महोदय. तर्हि तत् व्रीणन्ति इति भवति किल? किमर्थं नकारः पुनः कुत्र आगतं? व्रीणन्ति इति इन्ति इति किम्? आम् आम् क्षम्यतां. व्रीणाति, व्रीणीतः, व्रीणन्ति किल? तदेव भगिनी उक्तवती खलु. आकारः लोपं भवति किल महोदय? न, परन्तु तत्र अङ्गं तु व्रीणा इति अस्ति किल, तद् लोपं भवति, तद् अङ्गीकरोमि. परन्तु व्रीणा व्रीणा इति ह्रस्वत्वं भवति. वृणा वृणन्ति. तत्र अन्तर्गणे तत्र सामान्याः अजन्तदातवः इति त्रयोदशदातवः सन्ति. तत्र उपदेशिकधातुः तत्र व्रीवर्णे इति व्री व्रीणा व्रीणाति इति मतेन दत्तमस्ति. अङ्गं क्रीणा धातुः क्री क्रीणा तत्र अजन्त क्रयादिगणे एक द्वाद एकषष्टिः दातवः इति अजन्तदातवः, सामान्य अजन्तदातवः इति त्रयोदशदातवः, औपदेशिकधातुः अनुबन्धरहितधातुः अङ्गं लट्लकाररूपम् इति अस्ति. तत्र द्वितीये व्री वर्णे इति अस्ति, तदेव तत्र इदानीं चर्चामः किल. कुवादिगणे पश्यति चेत् तत्र कुवादीनां ह्रस्वः इति पश्यति चेत् तत्रापि व्रू इति अस्ति, ततः एव वृणा इति भवति. किन्तु अहम् अत्र पश्यामि अहं वृह इति अन्यद् धातुः अपि अस्ति महोदय, वृणा इति नकारः अस्ति. सम्भक्तौ इति अस्ति अर्थं किम् इति न जानामि. सम्भक्तिः संसेवा भजनमिति भजनमिति अस्ति वृन् इति धातुः अस्ति अन्यत् अस्ति. वृ इति एकं धातुः अस्ति स्वादिगणे तद् वर्णे इति अस्ति. अत्र तु महोदयेन न उक्तं खलु वृणा इति एव उक्तं वर्णे इति न उक्तम् अत्र न स्थापितवान् खलु अर्थं न स्थापितवान्. अत्र यद्दत्तम् अस्ति साधारण धातुः इति सामान्यधातुः इति वृधातुः यत् उक्तमस्ति तत् वृ इति धातुः अस्ति सेवाकरणा इति अस्ति हिन्दीभाषायां. एतत् गृहधातुः तत्र करपत्रे अस्ति वा कुत्र अस्ति? न महोदय, अहं पुस्तक वृ इति धातुः वृञ् इञ्जति अस्ति वृञ् शतजन्या अस्ति वृञ् इति तत् वर्णे इति अहं तु पुस्तकात् पश्यामि महोदय. सामान्या अजन्ता दातवः. पुनः ह्यस्तन एव तर्हि तत्र अत्र तु उभयपदे वा भगिनि? भगिनि वृणाति वृणीते इति उभयपदे वृ वर्णे भरण इत्येके वृ. परन्तु भगिनि तत्रापि पश्यतु पुस्तके तस्य अङ्गम् अस्ति वृणा एव दत्तमस्ति किल. हा वृणा इत्येव भवति किन्तु तत्र उभयपदे नास्ति यथा भगिनी उक्तवती यत्र सेवाकरण इति अर्थं भवति तत्र तद् तु उभयपदे नास्ति तत्तु आत्मनेपदे दातुमस्ति. सत्यं वृणति इति परस्मैपदीरूपं यत् स्वीकरोति तत्तु वर्णे इति एव अर्थे भवति इति अर्थे भवति. परन्तु द्वयोः अङ्गम् अपि तत्र वृणा एव. आं महोदय, कुत्रचित् तथा भवति वद इति दातु पश्यामः चेत् भगिनी ह्यस्तनवर्गे गृहपाठं कुर्मः इति उक्तवती खलु वर्षस्वपि इत्यस्य तत्तु तस्य अर्थे अहं धातुकोशं स्वीकृत्य पश्यामि किन्तु वद इति त्रीणि धातवः सन्ति तस्य अर्थे भाषा अपि त्रीणि धातवः सन्ति. एकस्य तु द्वे अनिट् धातवः एकं तु तेट् अस्ति मम तु भ्रमः जातः एव. तादृशमस्ति महोदय. अग्रे नूतन अस्ति वा? अस्तु पुष्पा भगिनी वदति वा मध्यमपुरुषोत्तमं पृच्छति खलु योगः वृणा इति अङ्गम् अभवत् खलु भगिनी उक्तवती वृणायोगः सि इति सि वृणा सि वृणायोगः सि अत्र हलादि पित् अस्ति हलादि पित् अस्ति वर्णमेलनम् अस्ति वृणासि अत्र आदेशप्रत्ययोः आयाति न आदेशप्रत्ययोः निमित्तं किं निमित्त आदेशप्रत्ययो प्रत्याहारात् अत्र वृणा नास्ति न वृणासि तत्र नास्ति न आदेशप्रणासि तः द्विवचने तः हलादि अपित् अस्ति तत्तु हलादि अपित् तु हा एकनिमिष अत्र ओह् अभ्यस्तयो रातः इति सूत्रमस्ति खलु तस्य प्रसक्तिः अस्ति वा सम्यकरो आकारस्थाने इकारः आगच्छति आकारस्य स्थाने न न भगिनि अन्यत् सूत्रमपि पठितवन्तः खलु श्नाभ्यस्तिव्रातः न न न अत्र नास्ति अत्र नास्ति वा किमर्थं नास्ति अत्र श्नाप्रत्ययस्य आकारस्य प्रसक्तिः प्रसक्तिः अस्ति वा प्राप्तिः प्रसक्तिः अस्ति वा अत्र प्रति आपोसिट् लोपः भवति प्रश्नः पुनः भगिनि क्षम्यता क्रीणा योगः तः तत्र क्षम्यतां मृणा योगः तः तत्र किं कयोः प्राप्तिः सूत्रयोः प्राप्तिः अस्ति प्रसक्तिः अस्ति प्राप्तिः हलादि अपित् अस्ति प्रथमं तु शान श्नाभ्यस्तयो अतः इति सूत्रस्य प्रसक्तिः अस्ति परन्तु तत् प्रबाद्य ई हल्यगोः इति सूत्रं कार्यं करोति क्रीणी सः इति सिद्धति प्रत्ययः पूरे भगिनि तस्य तु अधुना तु तद् कार्यं नास्ति भगिनि वयं रूपाणि श्नाभ्यस्तयोरातः पुष्पभगिनी शृणोतु श्नाभ्यस्तयोरातः ई हल्यगोः इति सूत्रद्वयस्यापि प्रसक्तिः अस्ति प्रसक्तिः अस्ति किन्तु प्राप्तिः न भवति किमर्थम् इत्युक्ते ई हल्यगोः इति अपवादसूत्रमस्ति आं भगिनि व्रीणा योगः थ तदपि हलादि व्रीणा योगः थ तदपि हलादि अपित् अस्ति अत्रापि ई हल्यगोः श्नाभ्यस्तयो रतः इति सूत्रं प्रबाद्य कार्यं करोति वृणीत इति रूपं भवति उत्तमपुरुष एकवचनं वृणा योगः मी तत्तु हलादि पित् अस्ति अत्र किमपि कार्यं नास्ति वर्णमेलनमेव वृणामि इति रूपं द्विवचने वः तत्र तत्तु हलादि अपित् अस्ति तत्र अपि ई हल्यगोः श्नाभ्यस्तयो रतः प्रबाद्य कार्यं करोति वृणीवः वृणीमः तत्रापि समानकार्यं श्नाभ्यस्तयो सुब्रह्मण्यं महोदय आं भगिनि अत्र लोट् लकारे अत्र प्रथमपुरुषे एकवचनमस्ति तु वृणा योगः तु हलादि अस्ति पित् अस्ति अतः केवलं वर्णमेलनमेव वृणातु इति रूपं भवति विकल्पेन वृणायोगः तात् अत्र हलादि अपित् अस्ति अतः कीदृशः तात् कात् तात् किमर्थं चेत् तातङ्ग् अस्ति अपित् नास्ति नित् अस्ति अत्र क्षम्यतां भगिनि नित् अस्ति तातङ्ग् अस्ति अतः नित् अस्ति अतः अत्र यथा हलादि अस्ति अतः अत्र वृणायोगः तात् अत्र प्रथमं श्नाभ्यस्तयोरातः इत्यस्य प्रसक्तिः तं प्रभा तत् प्रबाध्य ई अल्यगोः इति सूत्रं कार्यं करोति वृणी तात् इति रूपं निष्पन्नं भवति वृणायोगः ताम् तां हलादि अपि अस्ति. पुनः पुनः अत्र श्नाभ्यस्तयोरातः तत् प्रबाध्य इ हल् यगोः इति सूत्रं कार्यं करोति, अतः वृणीताम् इति रूपं भवति. वृणायोगः अन्तु, अन्तु अजादि अपि तस्ति, अतः अत्र श्नाभ्यस्तयोरातः इत्यनेन वृणा इत्यस्मात् अत्र अन्ते यः आकारः अस्ति तस्य लोपः भवति. वृण् योगः अन्तु, वृणन्तु इति रूपं सिद्धं भवति. वृणायोगः हि, हि अत्र हलादि अस्ति. सेर्यपिच्च इत्यनेन अपि तस्ति, अतः हलादि अपि तस्ति. हलादि अपि अत्र अत्र श्नाभ्यस्तयोरातः अनन्तरम् इ अल्यगोः इति तत् प्रबाद्य इ अल्यगोः इति सूत्रं कार्यं करोति. वृणीः इति रूपं सिद्धं भवति. तथा एव अत्र वृणीतात् वृणीतं वृणीत. अनन्तरं वृण्योगः आनि, अत्र आडुत्तमस्य पिच इत्यनेन आनि अत्र पित्वत् भवति. तत्तु अजादि पित् अस्ति, अतः अत्र सन्धिकार्यं भवति. इदानीं वृणायोगः आनि वृणानि, तथा एव वृणाव वृणाम. धन्यवादः महोदय. अत्र एकनिमिषं महोदय, अत्र हलः श्नः शानञ्झौ न कार्यं न करोति वा? हिकारस्य मध्यमपुरुषे एकवचने यथा गृहाण आगच्छति हलः, तत्र कार्यं आकारः अस्ति खलु. अत्र धातोः धातुः वृ अस्ति खलु, अतः हलन्तधातुः हलन्तधातुः नास्ति, अतः तत् कार्यं न करोति इति अहं चिन्तयामि. वृणा अस्ति, तत्रापि गृहयोगः श्ना इति आसीत्, गृहयोगः श्ना, परन्तु धातुः हलन्तधातुः नास्ति खलु. हलन्तधातुः आसीत्, अत्र तु अजन्तम् अस्ति. उत्तमं, धन्यवादः. भगिनी एव वदति वा भगिनि, लङ्लकारस्य लङ्लकारस्य वा? हा आं भगिनि, अत्र लङ् लुङ् लृङ्षु अडुदातः इति कारणेन प्रथमम् अकारः पूर्वम् आयाति. तर्हि अवृणा इति रूप अङ्गम् इदानीम् अस्माकम् अस्ति. अवृणा योगः अकारः इत् इत्तु तत्र हलादि इत् अस्ति. हलादिपित् अनेन तत्र केवलं वर्णमेलनमेव भवति, अवृणात् इति रूपं भवति. अग्रे अवृणा अवृणायोगः तां, तां तु हलादि अपित् अस्ति. अत्र हलादि अपित्वात् तत्र श्नाभ्यस्तयोरातः इति सूत्रं प्रभात्य ईहल्योगोः इति कारणेन तत्र दीर्घत्वं प्राप्नोति, आकारस्य ईकारः भूत्वा अवृणीताम् अन् अस्ति. अत्र अजादि अपित् इति, अजादि अपित् कारणेन श्नाभ्यस्तयोरातः इति कारणेन तत्र आकारस्य लोपं भवति, अङ्गस्य आकारस्य लोपं भवति. तर्हि अवृण् योगः अन् अवृणन् इति आगच्छति. अग्रे अपि करोमि वा? तर्हि अग्रे सकारः अस्ति, तत्तु पित् अस्ति, अतः अत्रापि केवलं वर्णमेलनं. तर्हि अवृणायोगः सकारः, परन्तु सकारः तु अन्ते अस्ति, पदान्ते अस्ति इति कारणेन ससजुषोरुः अपि च खरवसानयोर्विसर्जनीयः कारणेन तत्र विसर्गम् आयाति. तर्हि अवृणाः इति भवति. अग्रे तं त द्वयमपि तत्र हलादि अपित् अस्ति इति कारणेन श्नाभ्यस्तयोरातः सूत्रं प्रभाद्य ईहल्योगोः सूत्रेण द्वयोः स्थाने ईकारः आगच्छति आकारस्य स्थाने, तर्हि अवृणीतम् अवृणीत इति भवति. उत्तमपुरुषे अम् अस्ति, अम् तु अजादि पित् अस्ति, अजादि पित्वात् तत्र केवलं प्रथमं वर्णमेलनम् इत्युक्ते अवृणायोगः अम्, अनन्तरम् अकः सवर्णे दीर्घः आगत्य तत्र अवृणाम् इत्येव भवति. अनन्तरं व म अपि हलादि अपितः सन्ति, हलादि अपित् कारणेन तत्रापि श्नाभ्यस्तयोर् अतः सूत्रं प्रभाद्य ई हल्यगोः कारणेन दीर्घत्वं प्राप्नोति आकारस्य स्थाने ईकारः. तर्हि अवृणीव अवृणीम इति रूपाणि निष्पन्नानि. धन्यवादः भगिनि. रविमहोदय, विधिलिङ्गकारः भगिनी, क्षम्यतां, मम तत्र शिक्षकानां मेलनम् अस्ति, अतः मया गन्तव्यमस्ति इदानीम्. अस्तु महोदय, अहं प्राय कर्तुं न शक्नोमि. प्रयत्नं करोतु महोदय. अत्र किम् अस्ति, सर्वे प्रत्ययाः तु अस्मिन्नेव गणे अहं भवानपि शिष्यगण गन्तव्यं वा भवतापि गन्तव्यं वा? किन्तु प्रायः अग्रिमे गणे करिष्यामि. ओ अस्तु अस्तु, किञ्चित् क्लेशः वर्तते वा अधुना? मम अभ्यासः नास्ति. अस्तु महोदय, तदेव अहं सहायं करोमि, सरलमस्ति, अतः एव दत्तवती. अस्तु महोदय, चिन्ता मास्तु महोदय, धन्यवादः. पुष्पा भगिनी करोति वा? अपित् अस्ति सर्वे, तत्तु ई हल्यगोः कार्यं करोति सर्वे, तत्तु वृणीयात् वृणीयातां वृणीयुः, वृणीयाः वृणीयातां वृणीयात, वृणीयां वृणीयां वृणीयाव वृणीयाम. रामप्रिया भगिनी, अस्मि भगिनी क्षम्यतां, प्रायः अन्य कुर्यात्. सुब्रह्मण्य महोदय करोति वा अस्मि पदे लक्ष्मकाररूपाणि? वृणायोगः ते, अत्र ते हलादि अपित् अस्ति, अतः अत्र प्रथमं श्नाभ्यस्तयोरातः तत्प्रबाध्य रूपाणि केवलं वक्तुं शक्नोति वा महोदय? तर्हि रूपाणि अस्तु भगिनि, करिष्यामि. अत्र वृणीते वृणाते वृणते वृणे वृण एकनिमिषः भगिनि, अत्र वृणायो शुशोरुः वृणायोगः वृणायोगः से वृणासे वृणायोगः से अत्र किमपि पित् अस्ति वा अपित् अस्ति वा? से अपित् अस्ति, अतः वृणीसे भवति भगिनि, वृणी वृणीसे वृणीयोगः से भवति. अनन्तरम् अत्र आदेशप्रत्यययोः इत्यस्मात् अत्र वृणीषे भवति. किमर्थं चेत् अत्र ईकारः इन् प्रत्ययहारे अस्ति, सकारः अपदान्ते अस्ति, अतः वृणीषे भवति. सकारस्य मूर्धन्यषकारः भवति वृणीषे. वृणाथे वृणीध्वे, अनन्तरम् अत्र वृणे वृणीवहे वृणीमहे. लोट्लकारं व्रणीतां व्रणीतां अत्र तु आताम् अथां व्रणीतां वृणाथां वृणीतवृणातां लोट्लकार ताम् आताम् अथां किल भगिनि क्षम्यताम् आम् आं भगिनि वृणीतां वृणातां वृणथां वृणीष्व अत्र तु आदेशप्रत्ययोः वृणीष्व वृणातां वृणीध्वं वृणै वृणावहै वृणामहै अस्तु भगिनि धन्यवादः भगिनि वेङ्कटेश महोदय हेम भगिनि वदति वा आं महोदय लङ्लकारे अवृणीत अवृणाताम् अवृणत अवृणीताः अवृणाथाम् अवृणीध्वम् अवृणि अवृणीवहि अवृ न इकारस्य स्थाने अवृणि सत्यम् अवृणि अवृणीवहि अवृणीमहि धन्यवादः पुष्प भगिनी अस्तु अजादि अपित् अस्ति अत्र अजादि अपित् वा हलादि अपित् वा तर्हि अजादि ईतः अजादि अपित् तत्तु अजादि अपित् अजादि अपित् तु श्नाभ्यस्तयोरातः कार्यं करोति आकारस्य लोपः भवति आकारस्य लोपः भवति तत्तु क्री वृणीता वृणीयातां वृणीरन् वृणीथाः वृणीयाथां वृणीध्वं वृणीय वृणीवहि वृणीमहि अग्रे मुष् इति धातुं स्वीकुर्मः अस्माकं हलन्तदातूनां मुष् इति धातुः अत्र रामप्रिया भगिनी वदति वा मुष् भवति मुष्णा इति अङ्गं भवति किल आं भगिनि नत्वं भवति वा न भवति कुत्र अस्ति मुष्णा शकारः तु नत्वं भवति केन सूत्रेण अत्र व्यवधानं किमपि नास्ति व्यवधानवर्णः किमपि नास्ति तर्हि षकारः किल कृष्णुप्पाङ्गम् इति व्यवधानं यत् यत्र भवति यत्र मध्ये किमपि अन्यवर्णः अस्ति चेत् साक्षात् पुरतः अस्ति चेत् रसाभ्यां नोनः रसाभ्यां नोनः अत्र न मुष्णा परस्मैपदं लट्लकारे मुष्णाति पूर्णं सूत्रेण वा रूपं रूपं वदतु प्रयत्नं समेत मुष्णा भेदः प्रथमं तु ती ति अजा क्षम्यतां हलादिपित् अस्ति मुष्णाति इति अत्र किमपि कार्यं नास्ति वर्णमेलनमेव तः इति हलादि अपित् अस्ति हलादि अपित् इति कारणेन अत्र ई हल्यगोः इति सूत्रं कार्यं करोति मुष्णीतः मुष्णन्ति इति अत्र तु अजादि अपित् अस्ति, अत्र श्नाभ्यस्तयोरतः मुष्णन्ति, आतः मध्यमपुरुषे मुष्णासि, मुष्णीतः मुष्णीथ, मुष्णामि मुष्णीवः मुष्णीमः. धन्यवादः. आं भगिनि, अत्र मुष्णीतु टिप् अस्ति. हा आम्, मुष्णातु, मुष्णीतात्, मुष्णीतां, मुष्णन्तु. अत्र कार्यं वदति वा सोपानम्? अत्र वा प्रथमतया वा न केवलम् अत्रैव वा? लोट्लकारमध्यमपुरुषे एकवचनं, लोट्लकारमध्यमपुरुषे मुष् मुष्णा इति अङ्गमस्ति. मुष् तु हलन्तधातुः अस्ति, अतः अत्र विशेषकार्यं भवति हलः श्नः शानञ्झौ इति. अत्र हि लोपः भवति अतो हेः इति कारणेन, परन्तु मुष् इति अदन्ताङ्गमस्ति. श्नास्थाने आन आगच्छति, तर्हि मुष्योगः आन इति भवति, तर्हि मुषाण इति रूपं भवति. मुषाण अनन्तरं मुषाणयोगः हि इति अस्ति खलु? तत्पूर्वमेव उक्तवती. अतो हेः अदन्ताङ्गस्य हि प्रत्ययः लोपः भवति अतो हेः कारणेन, अतः मुषाण इति रूपं भवति. तत्रापि अट्कुप् वाङ्नुं कार्यं करोति, मुष् योगः आन, आकारः मध्ये आगच्छति इति कारणेन अट्कुप् वाङ्नुं व्यवायेशरपि अति कार्य आगत्य तत्र नकारः भवति, नस्वं भवति. तदनन्तरं मुष्णीतात्, मुष्णीतं, मुष्णीत. उत्तमपुरुषे त्रयः अपि तत्र पित्वमस्ति, अतः केवलं वर्णमेलनम् अपि च सन्धिकार्यमपि. मुष्णानि, मुष्णाव, मुष्णाम इति श्नाभ्यस्तयोरातः इति कारणेन तत्र आकारः लोपः भवति सर्वत्र. धन्यवादः. भगिनी, अत्र श्नाभ्यस्तयोरातः न कार्यं करोति खलु? आमामां, धन्यवादः. न भगिनि, इदानीं लङ्लकारः, लङ्लकारः अत्र लुङ् लङ् लृङ्ष्वडुदात्त इत्यनेन अडागमः भवति. अमुष् योगः, अमुष्णायोगः तकारः अत्र, तत्तु हलादि पित् अस्ति, अतः केवलं वर्णमेलनमेव. अमुष्णात् तां हलादि अपित् अस्ति, श्नाभ्यस्तयोरातः, तत् प्रबाध्य ई हल् यघोः इति सूत्रं कार्यं करोति, अतः अमुष्णीताम्. अमुष्णायोगः अन् अजादि अपित् अस्ति, अतः श्नाभ्यस्तयोरातः अमुष्णन्. अमुष्णायोगः सकारः, अत्र सकारः पित् अस्ति, हलादिपित्, अतः केवलम् अत्र इदानीम् अत्र ससजुषोरुः इत्यनेन अनन्तरं खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गः आगच्छति. अमुष्णाः, अमुष्णीतम्, अमुष्णीत, अमुष्णायोगः अम् अम् पुनः अत्र अजादि पित् अस्ति, अतः सन्धिकार्यम् अमुष्णाम् अमुष्णीव अमुष्णीम. पुष्प भगिनी अस्ति वा? सर्वे अहं तु वदामि. अनन्तरम् आगमने सति लट्लकारमपि वदतु भगिनि, किञ्चित् आदौ चिन्तितवती, किञ्चित् सरलतया ददामि इति चिन्तितवती, तर्हि सर्वं तु विचलिनः. सर्वे अपि हलादि अपि अस्ति, तत् ई हल्यघोः कार्यं करोति. अत्र श्नाभ्यस्तयोराता तत्तु कार्यं करोति, तत्तु प्रभाद्य ई हल्यघोः करोति न कार्यं न करोति, प्रसक्तिः अस्ति इति. तत्तु किं मुष्णीयाम. अस्तु आत्मनेपदि लट्लकारे ते तु हलादि अपित् अस्ति. स्नाभ्यस्तरयो स्तयोरातः कार्यं करोति, तत् ई हल्यगोः कार्यं करोति इति मा वक्तव्यं, कार्यं कुर्यात् नो चेत् प्रसक्तिः अस्ति इति. प्रसक्तिः अस्ति कार्यं स्नाभ्यस्तयोरातः प्रसक्तिः अस्ति, तत्तु ई हल्यगोः कार्यं करोति, तत् प्रभाद्य कार्यं करोति, तत् प्रभाद्य कार्यं करोति. मुष्णीते आते तु हल अजादि अपित् अस्ति. अत्र श्नाभ्यस्तै यो रातः प्रभावेन आकारलोपः तत् प्रभावेन मुष्ण आत्मयोगः आते मुष्णाते मुष्णते मुष्णसे मुष्णाते न मुष्णीसेन मुष्णीसे मुष्णीते वा उक्तवती वा मध्ये पुरुषे तत्र सकारस्य किमपि अन्यत् कार्यं भवति वा मुष्णीषे अत्र इन् हा इन् इन् प्रत्याहार प्रभावे मुष्णीषे आयाति. मुष्णाते मुष्णद्वे मुष्णद्वे वा मुष्णीद्वे वा किं किं रूपं साधु मुष्णीद्वे मुष्णीद्वे ये ऐ एकारः मुष्णै करोति एकारः क्षम्यताम् एकनिमिषम् एकारः अस्ति मुष्णायोगः एकारः. अधुना अजादिप्रत्ययः वा हलादिप्रत्ययः वा अजादिप्रत्ययः अजादिप्रत्ययः अपि अपि अस्ति तर्हि किं अजादि अपि अस्ति स्नाभ्यस्तयोरातः रातः कार्यं कार्यं करोति तत्तु आयोगः ए आलोपः भवति ऐ ए आय भगिनि ए एव तिष्ठति भवति खलु श्नाभ्यस्योरातः इत्यनेन आलोपः भूत्वा आलोपः भवति ए स एव तिष्ठति तर्हि मुष्णे इति मुष्णे मुष्णे वहेतु हलादि अपि तस्ति मुष्णीवहे मुष्णीमहे कार्यं करोतु रामप्रियभगिनी अत्र लोट्लकारः लोट्लकारः आम् प्रथमं तु ताम् अस्ति प्रथमपुरुषे एकवचनं हलादि अस्ति अपित् अस्ति उष्ण इ अल्यगोः कार्यं करोति उष्णीताम् आथाम् अजादि अपित् अस्ति श्नाभ्यस्तयोरातः इति सूत्रं कार्यं करोति उष्णाथाम् अथाम् अत्र अपि श्नाभ्यस्तयोरातः कार्यं करोति अजादि अपि उष्णथाम् उष्णीताम् उष्णाथाम् उष्णथाम् स्व मध्यमपुरुषे एकवचनं तत्तु हलादि अपित् अस्ति अत्र तु ईहल्यगोः आदेशप्रत्ययोः अपि कार्यं करोति सकारः षकारः भवति मुष्णीष्व आथाम् अजादि अपित् मुष्णाथां द्वं हलादि अपित् श्नाभ्यस्तयोरातः मुष्णीध्वम् ऐ अजादि पित् अस्ति मुष्णै मुष्णायोगः ऐ आयोगः ऐ ऐ वृद्धिसन्धि किल मुष्णै वृद्धिरेचि मुष्णावहै मुष्णामहै अत्र अकः सवर्णे दीर्घः धन्यवादः सुब्रह्मण्यं महोदय आं भगिनि अत्र लङ्लकारः लुङ् लङ् लृङ्ष्वडुदात्त इत्यनेन अडागमः अमुष्णा अमुष्णायोगः तकारः हलादि अपित् अस्ति अतः श्नाभ्यस्तयोरातः तत्प्रबाध्य इहल्यघोः इत्यनेन अत्र आकारस्य ईकारः भवति अतः अमुष्णीत अमुष्णायोगः आतां श्नाभ्यस्तयोरातः अमुष्णाताम् अमुष्णायोगः अत श्नाभ्यस्तयोरातः अमुष्णत अमुष्णायोगः थाः अत्र श्नाभ्यस्तयोरातः तत्प्रभाध्य ईहल्यघोः अमुष्णीथाः अमुष्णायोगः आथाम् अमुष्णाथां श्नाभ्यस्तयोरातः अमुष्णायोगः ध्वं श्नाभ्यस्तयोरातः तत्प्रभाध्य ईअल्यघोः इत्यनेन अमुष्णीध्वम् अमुष्णायोगः ई अत्र श्नाभ्यस्तयोरातः अमुष्णि अमुष्णायोगः वहि अमुष्णीवहि अमुष्णीमहि श्नाभ्यस्तयोरातः तत् प्रबाध्य ई अल्हगोः इत्यनेन ईकारः. अत्र नवप्रत्ययेषु सर्वे अजादि अजादि अप्यत् अस्ति, अतः केवलम् अत्र स्नाभ्यस्त्रियोरातः कारणेन आकारः लोपं भूत्वा मुष् किल भगिनि मुष्णीत मुष्णीयातां मुष्णीरन् मुष्णीथाः मुष्णीयाथां मुष्णीध्वं मुष्णीय मुष्णीवहि मुष्णीमहि इति रूपाणि. अत्र वेङ्कटेश महोदय पृष्टवान् खलु भेदः अर्थभेदेन रूपद्वयं धातुद्वयं भवितुम् अर्हति इति, तदपि अर्थभेदः आमाम् अर्थभेदः यत्र वर्तते तत्र सूत्राणाम् अपि भेदः भवति, केचन सूत्रः केचन अर्थेषु एव भवति. अनन्तरं यत्र स्वरसंज्ञा भिन्नं भवति तत्र इडागमः इति सर्वं कृत्वा भिन्नभिन्नरूपं भवति इति यत्र प्रेरणाति निश्चिति पठितवन्तः तत्र तु वा चित्तविरोगे इति अस्ति, तर्हि यत्र चित्तविकारम् इति अर्थे दुष् धातोः रूपद्वयं भवति, दूषयति दोषयति इति, किन्तु यत्र चित्तविरोगे विकारार्थं यत्र नास्ति तादृश अर्थः नास्ति, तर्हि सामान्य अर्थे भवति दोषयति इति एकरूपमेव भवति. तर्हि व्रुञ्ज् वयं कृतवन्तः किल, तत्र व्रुञ्ज् इत्युक्ते वर्ण अत्र धात्वर्थः अस्ति पसन्त् कर्णा वरण् कर्णा चुन्ना, अन्यधातुः अस्ति पसन्त् कर्णा तत्तु अहं तत्तु अत्र उक्तमस्ति सेवाकरणा भर्जनकरणा इति, तत् कुत्र अस्ति भगिनि? तत् अहं तु प्रक्रियानुसारि पुष्पदीक्षित महोदय तदेव पुस्तकः अहमपि पश्यामि एक भिन्न भिन्न तत्र पुस्तकं 150 मध्ये अस्ति सत्यं, तत्र ब्रुवर्णे प्रथमं तु वृञ्ज् अस्ति, द्वितीयं वृ एव अस्ति, यत्र वृञ्ज् अस्ति तत्र उभयपदी अस्ति, वृ एव तत्र केवलं परस्मैपदी अस्ति. अत्र पुनः अग्रे अग्रिमपुटं पश्यति चेत् वृ इति अस्ति, वृणा इति, तत्रापि 152 इति केषां वा तत्र अन्दिति दातवः इति उक्तमस्ति किल, तस्य उपरि तत्र तु वृङ् इति सेवाकरण, तत्रापि अङ्गं तु समानङ्गम् अस्ति, वृणा इति वृणीते इति अङ्गं वृङ् सेवाकरण. परन्तु तत्र भगिनि वृञ्ज् नास्ति, तत्र कखग ङ अस्ति. आम् सत्यं, किन्तु अङ्गं तु समान वृ एव अस्ति, वृणा इति एव भवति खलु, त्रिषु स्थलेषु अपि वृणा इति एव सत्यं सत्यं, परन्तु अत्र केवलम् आत्मनेपदि सेवाकरणाय तत्र केवलम् आत्मनेपदि उन्नतं जातं भगिनि. अत्र अद्य भिन्नभिन्न धातुं स्वीकृत्य वयं यत् कृतं, भगिनी पृच्छति किञ्चित् भगिनी पुनः पुनः तदेव ह्यस्तमेव कुर्मः चेत् भगिनी न इच्छति इति कृत्वा एतादृशः कुर्मः चेत् वयमपि किञ्चित् नैपुण्यं किञ्चित् नैपुण्यं सत्यं भगिनि विरमामि. अस्तु भगिनि, धन्यवादः धन्यवादः, शुभरात्रि महोदय. मणिमहोदय प्रायः महोदयस्य सङ्गणकं समीकृत्य आगच्छति वा? अहमपि उक्तवती, परन्तु प्रायः भगिन्या सह किञ्चित् टेस्ट् कर्तुं शक्नोति खलु, परिशीलनं कृत्वा सहायं करोति चेत् धन्यवादः. धन्यवादः भगिनि, शुभरात्रिः. गणपति बप्पा मौर्य सर्वे सर्वे. Thank you.